पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 142 श्रीमहादेव उवाच कम्बुतीर्थे नरस्नात्वा कृत्वा वा पितृतर्पणम् अर्चये देवदेवेशं नारायणमनामयं दत्त्वा दानानि विधिवत् ब्रह्मणेभ्यो विधानतः विष्णुलोकमवाप्नोति तीर्थस्यास्य प्रभावतः अत्र राजर्षिणा पूर्वं विश्वामित्रेण धीमता तपस्तप्तं विशेषेण प्रजाकामेन सुन्दरी वायुभक्षो निराहारो यत्रासीदनिलाशनः विष्णुपूजा परो नित्यं विष्णुध्यानपरायणः तपसानेन संजात प्रजाकाममवाप्तवान् प्रजाकामो नरो यश्च कम्बुतीर्थं हि गच्छति स प्रजां लभते नित्यं सत्यं सत्यं वरानने इति कम्बुतीर्थमाहात्म्यं तदो गच्छेत् सुरश्रेष्ठे तीर्थं नाम कवीश्वरं संनिधौ रक्तसिंहस्य महापादकनाशनं बध्यमाने पुरासेदौ रामरावणविग्रहे गृहीत्वा पर्वतश्रेष्ठं विशेषात् कपिभिकृतं नाम्ना कपीश्वरादित्यं चक्रुस्तीर्थमनुत्तमं यत्र तीर्थे नरस्नात्वा कृत्वा वा पितृतर्पणम् दृष्ट्वा कपीश्वरादित्यं मुच्यते ब्रह्महत्यया तत्र स्नानं प्रकर्तव्यं चैत्राष्टम्यां विशेषतः हनुमत्प्रमुखैस्तत्र स्नातं यत्र दिनत्रयं कपितीर्थप्रभावोऽयं भवत्यै समुदीरितः अस्मिंस्तीर्थे नरस्नात्वा पूजयित्वा कपीश्वरं रूपवान् बहुभोगश्च जायते नात्र संशयः बलं वाञ्छन्ति यो लोको धर्मं वा पुत्रमेव च सर्वं सदुलभे नित्यं कपितीर्थप्रभावतः इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे कपितीर्थमाहात्म्यं नाम द्विचत्वारिंशदधिकशततमोऽध्यायः ॐ